जगहरे समस्तराष्ट्रे रचहेम संस्कृतभवनं रचयेम संस्कृतभवनं इष्टिकां विना मृत्तिकां विना इष्टिकां विना मृत्तिकां विना केवलसम्भाषणविधया संस्कृतसम्भाषणकलैः ग्रामीणगरे समस्तराष्ट्रे रचहेम संस्कृतभुवनं रचयेम संस्कृतभवनं शिशुपलानां स्मितमृदुवचने युवयुवतीनां मञ्जुभाषणे शिशुबलानां स्मितमृदुवचने युवयुवतीनां मञ्जुभाषणे वृद्धगुरूणां वत्सलहृदये वृद्धगुरूणां वत्सलहृदये रचेम संस्कृतभवनम् अरुणोदयतः सुप्रभातं शुभरात्रिं निशिसंवदेयम् अरुणोदयतः सुप्रभातं निधि संवदेयं दिवामिषं संस्कृतवचनेन दिवामिषं संस्कृतवचनेन रचयेम संस्कृतभवनं सोदरसोदरी भावबन्धुरं मातृप्रेम तु बहुजनरुचिरं सोदरसोदरी भावबन्धुरं मातृप्रेम तु बहुजनरुचिरं वचनललितं श्रवणमधुरं वचनललितं श्रवणमधुरं रचेम संस्कृतभवनं मूलशिलासं भाषणमस्य ध्वनिक्यं शिखरमुन्नतम् मूलशिलासं भाषणमस्य हिन्दुजनैक्यं शिखरमुन्नतं सोपानं श्रवण आदिवेदानं सोपानं श्रवण आदिवेदानं रचयेम संस्कृतभवनं ग्रामीणगरे समस्तराष्ट्रे रचहेम संस्कृतभवनं रचहेम संस्कृतभवनं।